पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 4 भीष्म उवाच क्षीराब्धौ तु तथा लक्ष्मी किलोत्पन्ना मया श्रुता ख्यात्यां भृगोसमुत्पन्ना एतदाह कथं भवान् कथं च दक्षदुहिता देहं त्यक्तवती शुभा मेनायां गर्भसम्भूतिमुमाया जन्म एव च किमर्थं देवदेवेन पत्नी हैमवती कृता विरोधं चाध दक्षेण भगवांस्तु ब्रवीदु मे पुलस्त्य उवाच इदं च शृणु भूपाल यत्पृष्टोऽहमिह त्वया श्रीसम्बन्धो मयाप्येष श्रुत आसीत् पितामहाद अत्रिपुत्रस्तु दुर्वासा परिभ्राम्यन्महीमिमां विद्याधरी करे मालां दृष्ट्वा सौगन्धिकीं शुभाम् याचयामास मे देहि जडाजूडे करोम्यहं यदि विद्याधरीतेन पृष्ठा सा ऋषिणा तथा ददौ तस्मै मुदा युक्ता तां मालां स तदा नृप गृहीत्वा सुचिरं कालं शिरोमालां बबन्धः उन्मत्तप्रेदवद्विप्रशोभमानो ब्रवीदिदम् इयं विद्याधरी कन्या पीनोन्नदपयोधरा शोभालङ्कारसौभाग्यैर्युक्ता दृष्टा तदो मनः क्षोभमायादि मे चाद्यनाहं पामे विचक्षणः व्रजामि तावदन्यत्र सौभाग्यं स्वं प्रदर्शयन् एवमुक्त्वा स राजेन्द्र परिबभ्राममेदिनीम् ऐरावदं समारूढं राजानं त्रिदिवौकसां त्रैलोक्याधिपतिं शक्रं भ्राजमानं शचीपतिम् तामात्मशिरसोमालां भ्रमदुन्मत्तषट्पदाम् आदायामरराजाय चिक्षेपोन्मत्तवन्मुनिः गृहीत्वा देवराजेन माला सा गजमूर्धनि मुक्तारराजसा माला कैलासे जाह्नवी यथा मदान्धकारिताक्षोऽसौ गन्धाघ्राणेन वारणः करेणादाय चिक्षेपतां मालां पृथिवीतले ततश्चुक्रोध भगवान् दुर्वासा मुनिपुङ्गवः राजेन्द्रदेवराजानं क्रुद्धश्चेदमुवाचः ऐश्वर्यमदुष्टात्मन्नधिस्तब्धोऽसि वासव श्रियोधामसृजं यस्मान्मद्दत्तान्नाभिन्नं दसि त्रैलोक्यश्रीरदो मूढ विनाशमुपयास्यति मद्दत्ता भवदा माला क्षिप्ता यस्मान्महीतले तस्मात् प्रणक्ष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यति यस्य सञ्जातकोपस्य भयमेधि चराचरं तं मां त्वमधिगर्वेण देवराजावमन्यसे महेन्द्रो वारणस्कन्धादवतीर्य त्वरान्विदः प्रसादयामास मुनिं दुर्वासस मकल्मषं प्रसाद्यमानः स तदा प्रणिपादपुरःसरम् नाहं क्षमिष्ये बहुना किमुक्तेन शतक्रदो युत्युक्त्वा प्रययौ विप्रो देवराजोऽपि तं पुनः आरुह्यैरावदं नागं प्रययावमरावतीं ततः प्रभृति निःश्रीकं सशक्रं भुवनत्रयं न यज्ञाः सम्प्रवृतं ते न तपस्यन्ति तापसाः न च दानानि दीयन्ते नष्टप्रायमभूज्जगद एवमत्यन्तनिःश्रीके त्रैलोक्ये सत्त्ववर्जिते देवान् प्रति बलोद्योगं चक्रुर्दैदेयदानवाः विजितास्त्रिदशा दैत्यैरिन्द्राद्या शरणं ययुः पितामहं महाभागं हुदाशन पुरोगमः यथावत्कथिते देवैर्ब्रह्मा प्राह तथा सुरान् क्षीरोदस्योत्तरं कूलं जगाम सहितः सुरैः गत्वा जगाद भगवान् वासुदेवं पितामहः उत्तिष्ठ विष्णो शीघ्रं त्वं देवतानां हितं कुरु त्वया विना दानवैस्तु जिताः सर्वे पुनः पुनः युक्त्युक्तः पुण्डरीकाक्षः पुरुषः पुरुषोत्तमः अपूर्वरूप संस्थानान् दृष्ट्वा देवानुवाचः तेजसो भवतां देवा करिष्याम्युपब्रह्मणम् वदाम्यहं यत्क्रियतां भवद्भिस्तदिदं सुराः आनीयसहिता दैत्यैः क्षीराब्धौ सकलौषधीः मं धानं मं दरं कृत्वा नेत्रं कृत्वा च वासु किं मध्यदाममृतं देवा सहाये मय्यवस्थिते सामपूर्वं च दैत्येयांस्तत्र सम्भाष्य कर्मणि समानफलभोक्तारो यूयं चात्र भविष्यथ मध्यमाने च तत्राब्धौ यत्समुत्पद्यते मृदं तत्पानाद् बलिनो यूयममरात् सम्भविष्यथ तथैवाहं करिष्यामि यथा त्रिदशविद्विषः न प्राप्स्यन्त्यमृतं देवा केवलं क्लेशभागिनः इत्युक्त्वा देवदेवेन सर्व एव तदसुराः सन्धानमसुरैः कृत्वा यत्नवन्दो मृते भवन् सर्वौषधीः समानीय देवदैतेयदानवः क्षिप्त्वा क्षीराभिभयसि शरदभ्रामलत्विषि मन्धानं मन्दरं कृत्वा नेत्रं कृत्वा च वासु किं तदो मधिदुमारब्धा राजेन्द्रतरसामृतं विबुधाः सहिता सर्वे यतः पुच्छं ततस्थिताः विष्णुना वासुकैर्दैत्याः पूर्वकाये निवेशिताः ते तस्य प्राणवादेन वह्निना च हतद्विषः निस्तेजसोऽसुरा सर्वे बभूवुरमरद्युदे तेनैव मुखनिःश्वासवायुनाथ बलाहकैः पुच्छप्रदेशे वर्षद्भिस्तदा चापयिता सुराः क्षीरोदमध्ये भगवान् ब्रह्मा ब्रह्मविदां वरः महादेवो महातेजा विष्णु पृष्ठनिवासिनौ बाहुभ्यां मन्दरं गृह्य पद्मवत्सपरन्तपः शृङ्खले च तदा कृत्वा गृहीत्वा मन्दराचलम् देवानां दानवानां च बलमध्ये व्यवस्थितः क्षीरोदमध्ये भगवान् कूर्मरूपी स्वयं हरिः अन्येन तेजसा देवानुपबृंहितवान् हरिः मध्यमाने ततस्तस्मिन् क्षीराब्धौ देवदानवैः आविर्धान्यभवत्पूर्वं सुरभिः सुरपूजिता जग्मुर्मुदं तदा देवा दानवाश्च महामते व्याक्षिप्तचेतसः सर्वे बभूवुस्तिमिते क्षणाः किमेतदिति सिद्धानां दिवि चिन्तयतां तदा बभूव वारुणी देवी मदाकूर्णितलोचना कृतावर्ता तदस्तस्मात् प्रस्खलन्ती पदे पदे एकवस्त्रा मुक्तकेशी रक्तान्तस्तब्धलोचना अहं बलप्रदा देवी मां वा गृह्णन्तु दानवाः अशुचिं वारुणीं मत्वा त्यक्तवन्तस्तदा सुराः जगुहुस्तां तदा दैत्या ग्रहणान्दे सुराभवद मन्थने पारिजादो भूदेवश्रीनन्दनो द्रुमः रूपौदार्यगुणोपेतास्ततश्चाप्सरसां गणाः षष्टिकोट्यस्तदा जादा सामान्या देवदानवैः सर्वास्ता कृतपूर्वास्तु सामान्या पुण्यकर्मणा तदशीदां शुरभवद्देवानां प्रीतिदायकः ययाचे शङ्करो देवो जडाभूषणकृन्मम भविष्यदि न सन्देहो गृहीतोऽयं मया शशि अनुमेने शतं ब्रह्म भूषणाय हरस्यतु ततो विषं समुत्पन्नं कालकूडं भयावहं तेन चैवार्दिता सर्वे दानवाः सह दैवतैः महादेवेन तत्पीदं विषं गृह्य यदृच्छया तस्य पानान्नीलकण्ठस्तदा जादो महेश्वरः पीदावशेषं नागास्तु क्षीराब्धेस्तु समुद्धितं ततो धन्वन्तरिर्जातश्वेदाम्बरधरस्वयं बिभ्रत्कमण्डलुं पूर्णममृतस्य समुद्धितः ततः स्वस्थमनस्कास्ते वैद्यराजस्य दर्शनाद् ततश्चाश्वसमुत्पन्नो नागश्चैरावतस्तथा तदस्फुरत्कान्तीमदिविकासिकमले स्थिता श्रीर्देवी पयसस्तस्मादुद्धिता धृतपङ्कजा तां तुष्टवुर्मुदा युक्ता श्रीसूक्तेन महर्षयः विश्वावसुमुखास्तस्य गन्धर्वाः पुरदो जगुः कृताची प्रमुखास्तत्र न नृतश्चाप्सरो गणाः गङ्गाद्या सरितस्तोयै स्नानार्थमुपतस्थिरे दिग्गजा हेमपात्रस्तमादाय विमलं जलम् स्नापयां चक्रिरे देवीं सर्वलोकमहेश्वरीं क्षीरोदस्तु स्वयं तस्यै मालामम्लानपङ्कजां ददौ विभूषणान्यङ्गे विश्वकर्मा चकारः दिव्यमाल्यां वरधरां स्नादां भूषणभूषितां इन्द्राद्याश्चामरगणा विद्याधर महोरगाः दानवाश्च महादैत्या राक्षसाः सह गुह्यकैः कन्यामभिलषन्ति स्म ततो ब्रह्मा उवाचः वासुदेव त्वमेवैनां मया दत्तां गृहाण वै देवाश्च दानवाश्चैव प्रतिषिद्धा मया त्विह तुष्टोऽहं भवदस्तावदलौल्येनेह कर्मणा साधुश्रीर्ब्रह्मणा प्रोक्ता देवि गच्छस्व केशवं मया दत्तं पदीं प्राप्य मोदस्व शाश्वती समाः पश्यतां सर्वदेवानां कदा वक्षस्थलं हरेः तदो वक्षस्थलं प्राप्य देवं वचनमब्रवीद नाहं त्याज्या सदा देव सदैवा देशकारिणी वक्षस्थले निवस्यामि सर्वस्य जगदप्रिय तदोवलोकिता देवा विष्णु वक्षस्थलस्थया लक्ष्म्या राजेन्द्रसहसा परां निर्वृतिमागताः उद्वेगं च परं जग्मुर्दैत्या विष्णुपराङ्मुखाः त्यक्तास्तु दानवा लक्ष्म्या विप्र चित्तिपुरोगमाः तदस्ते जगृहुर्दैत्या धन्वन्तरिकरस्थितम् अमृतं तन्महावीर्या दैत्याः पापसमन्विताः मायया लोभयित्वा दु विष्णुस्त्रीरूपसंश्रयः आगत्य दानवान् प्राहदीयता मे कमण्डलुः युष्माकं वशका भूत्वा स्थास्यामि भवदां गृहे तां दृष्ट्वा रूपसम्पन्नां नारीं त्रैलोक्यसुन्दरीं प्रार्थयानाः सुवपुषं लोभोपहतचेतसः दत्त्वा मृदं तदा तस्यै तदो पश्यन्त ते ग्रदः दानवेभ्यस्तदादाय देवेभ्यः प्रददे मृदं तदः पपुः सुरगणाशक्राद्यास्तत्तदामृतम् उद्यतायुध निस्त्रिंशा दैत्यास्तांस्ते समभ्ययुः पीते मृते च बलिभिर्जिता दैत्य चमूस्ततः पद्यमानादिशो भेजुः पादालं विविशुश्च ते तदो देवा मुदा युक्ता शङ्खचक्र गदाधरम् प्रणिपत्य यथा पूर्वं प्रययुस्ते त्रिविष्टपं तद प्रभृति ते भीष्मस्त्रीलोला दानवा भवन् अपध्यातास्तु कृष्णेन गदास्ते दुरसातलं तद सूर्यप्रसन्नाभप्रययौ स्वेन वर्त्मना जज्ज्वालभगवांश्चोच्चैश्चारुदीप्तिर्हुदाशनः धर्मे च सर्वभूतानां तदा मदिरजायत श्रियायुक्तं च त्रैलोक्यं विष्णुना प्रतिपालितं देवास्तुते तदा प्रोक्ता ब्रह्मणा लोकधारिणा भवतां रक्षणार्थाय मया विष्णुर्नियोजितः उमापदिश्च देवेशो योगक्षेमं करिष्यतः उपास्यमानौ सततं युष्मक्षेमकरौ यदः ततः क्षेम्यौ सदा चैतौ भविष्येदे वरप्रदौ एवमुक्त्वा तु भगवान् जगाम गदिमात्मनः अदर्शनम्। गदे देवे सर्वलोकपितामहे देवलोकं गदे शक्रे स्वं लोकं हरिशङ्करौ प्राप्तौ तु तत्क्षणाद्देवौ स्थानं कैलासमेव च ततस्तु देवराजेन पालितं भुवनत्रयम् एवं लक्ष्मीर्महाभागा उत्पन्ना क्षीरसागराद पुनख्यात्यां समुत्पन्ना भृगोरेषा सनातनी श्रिया सह समुत्पन्ना भृगुणा च महर्षिणा स्वनाम्ना नगरी चैव कृता पूर्वं सरित्तडे नर्मदायां महाराजब्रह्मणा चानुमोदिता लक्ष्मीपुरं स्वपित्रे स्वं सह कुञ्जिकयाप्य च आगदा देवलोकं साया च तागत्य वै पुनः लोभान्न दत्तं तु पुरं प्रार्थयाना यदा पुनः भृगो सकाशान्नावाप तदा चैवाक केशवं परिभूतादु पित्राहं गृहीतं नगरं मम तस्य हस्तात्त्वमाक्षिप्य पुरं तच्चानय स्वयं तं गत्वा पुण्डरीकाक्षो देवश्चक्रगदाधरः भृगुं सानुनयं प्राह कन्यायै पुरमर्पय कुञ्चिकातालिके चोभे दीयेदां च प्रसादः भृगुस्तं कुपितः प्राह नार्पयिष्याम्यहं पुरं न लक्ष्म्यास्तत्पुरं देवमया चेदं स्वयं कृतं भगवन्नैव दास्यामि त्यजाक्षेपं तु केशव तं प्राहदेवो भूयोऽपि लक्ष्म्यास्तत्पुरमर्पय सर्वधातु त्वया त्याज्यं वजनान्मे महान्मुने तदकोपसमाविष्टो भृगुरप्याह केशवं पक्षपादेन मां साधो भार्याया बाधसेऽधुना नृलोके दशजन्मानि लप्स्यसे मधुसूदन भार्यायास्ते वियोगेन दुःखान्यनुभविष्यसि एवं शापं ददौ तस्मै भृगुः परमकोपनः विष्णुना च पुनस्तस्य दत्तशापो महात्मना न चापत्यकृतां प्रीतिं प्राप्स्यसे मुनिपुङ्गव शापं दत्त्वा ऋषेस्तस्य ब्रह्मलोकं जगामः पद्मजन्मानमाहेदं दृष्ट्वा देवस्तु केशवः भगवंस्तव पुत्रोऽसौ भृगुः परमकोपनः निष्कारणं च तेनाहं शप्तो जन्मानि मानुषे लप्स्यसे दशधात्वं हि तदो दुःखान्यनेकशः भार्याविियोगजापीडा बलपौरुषनाशिनी त्यक्त्वा चाहमिमं लोकं शयिष्ये च महोदधौ देवकार्येषु सर्वेषु पुनश्चावाहनं क्रियाः तद्धा ब्रुवं तं तं देवं ब्रह्मा लोकगुरुस्तदा प्रसादनार्थं विष्णोस्तु स्तुतिमेधां चकारः त्वया सृष्टं जगदिदं पद्मं नाभौ विनिःसृतम् तत्र चाहं समुत्पन्नस्तव वश्यश्च केशव त्वं त्रादा सर्वलोकानां स्रष्टा त्वं जगदः प्रभो त्रैलोक्यं न त्वया त्याज्यमेष एव वरो मम दशजन्ममनुष्येषु लोकानां हितकाम्यया स्वयं कर्ता न देशकृतशापदानायकोऽपि वा कोऽयं भृगुः कथं तेन शक्यं शक्तुं जनार्दन मानयस्व सदा विप्रान् ब्राह्मणास्ते तनुस्वयं योगनिद्रामुपास्वत्वं क्षीराब्धौ स्वपिहीश्वर कार्यकाले पुनस्त्वां तु बोधयिष्यामि माधव भगवन्नेष तावत्तु त्वच्चक्र्याच्चोपबृंहितः सर्वकार्यकरशक्रस्तवैवांशेन शत्रुः त्रैलोक्यं पालयन्नेव त्वदाज्ञां स करिष्यति एवं स्तुतस्तदा विष्णुर्ब्रह्माणमिदमुक्तवान् सर्वमेतत्करिष्यामि यन्मां ज्ञापयसे प्रभो अदर्शनं गतो देवो ब्रह्मा तं नाभिजज्ञिवान् गदे देवे तदा विष्णौ ब्रह्मलोकपितामहः भूयश्चकार वै सृष्टिं लोकानां प्रभवः प्रभुः तं दृष्ट्वा नारदप्राह वाक्यं वाक्यविदां वरः सहस्रशीर्षा पुरुषसहस्राक्षसहस्रपाद सर्वव्यापी भुवस्पर्शादभ्यतिष्ठद्दशाङ्गुलं यद्भूतं यच्च वै भाव्यं सर्वमेव भवान्यदः ततो विश्वमिदं तादत्वत्तो भूतं भविष्यति त्वत्तो यज्ञः सर्वहुदपृषदाज्यं पशुर्द्विधा ऋचस्त्वत्तोऽध सामानित्वत्त एवाभिजज्ञिरे त्वत्तो यज्ञास्त्वजायन्दत्वत्तो शाश्चैव दन्तिनः गावत्त्वत्तः समुद्भूताः त्वत्तो जादावयो मृगाः त्वन्मुखाद् ब्राह्मणा जादास्त्वत्तः क्षत्रमजायत वैश्यास्तवोरुजा शूद्रास्तव पद्भ्यां समुद्गताः अक्ष्णो सूर्योऽनिलश्रोत्राच्चन्द्रमा मनसस्तव प्राणोऽन्तः सुषिराज्जादो मुखादग्निरजायत नाभिदो गगनं द्यौश्च शिरसः समवर्तत दिशश्रोत्रात् क्षिदिपद्भ्यां त्वत्तः सर्वमभूदिमम् न्यग्रोधः सुमहानल्पे यथा बीजे व्यवस्थितः ससर्ज विश्वमखिलं बीजभूते तथा त्वयि बीजाङ्गुरसमुद्भूतो न्यग्रोधः समुपस्थितः विस्तारं च यथा यादि त्वत्तः सृष्टौ तथा जगद यथा हि कदली नान्या त्वक्पत्रेभ्योऽभिदृश्यते एवं विश्वमिदं नान्यत्वत्थमीश्वर दृश्यते ह्लादिनी त्वयि शक्तिः सा त्वय्येका सहभाविनी ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते पृथग्भूतैकभूताय सर्वभूताय ते नमः व्यक्तं प्रधानं पुरुषो विराट् सम्राट् तथा भवान् सर्वस्मिन् सर्वभूतस्त्वं सर्वस्वरूपधृक् सर्वं त्वत्तः समुद्भूतं नमः सर्वात्मने तदः सर्वात्मकोऽसि सर्वेश सर्वभूतस्थितो यदः कथयामि तथ किं ते सर्वं वेत्सि हृदि स्थितं यो मे मनोरथो देव सफलः सत्त्वया कृतः तप्तं सुतप्तं सफलं यद्दृष्टोऽसि जगत्पदे। ब्रह्मोवाच तपःसस्तद्फलं पुत्र यद्दृष्टोऽहं त्वयाधुना मद्दर्शनं हि विफलं नारदेह न जायते। परं वरय तस्मात्त्वं यथाभिमतमात्मनः सर्वं सम्पद्यते ताद मयि दृष्टिपथं गते। नारद उवाच भगवन् सर्वभूतेश सर्वस्यास्ते भवान् हृदि किमज्ञातं तव स्वामिन्मनसा यन्मयेप्सितम्। कृता त्वया यथा सृष्टिर्मया दृष्टा तथा विभो तेन मे कौतुकं जातं दृष्ट्वा देवर्षिदानवान्। पुलस्त्य उवाच नारदस्य पिता तुष्टो ब्रह्मा देवो दिवस्पतिः नारदाय वरं प्रादादृशीणामुत्तमो भवान् भविता मत्प्रसादेन कलिकेलि कथा प्रियः गतिश्च दे प्रतिहता दिवि भूमौ रसातले। यज्ञोपवीतसूत्रेण योगपट्टावलम्बिका चत्रिका च तथा वीणाम् अलङ्काराय तेन क विष्णोः समीपे रुद्रस्य तथा शक्रस्य नारद द्वीपेषु पार्थिवानां तु सदा प्रीतिं च लप्स्यसे। वर्णानां तु भवान् शास्तावरो दत्तो मया तव तिष्ठपुत्र यथा कामं सेव्यमानसुरायर्दिवि। इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे लक्ष्म्युत्पत्तिर्नाम चतुर्थोऽध्यायः। ॐ